पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायम् 8 शेष उवाच वात्स्यायनमुनिश्रेष्ठ कथा पापप्रणाशिनी ब्रह्मण्यदेवदेवस्य सर्वधर्मैकरक्षितुः राजानं मूर्च्छितं दृष्ट्वा कुम्भजन्मा तपोनिधिः शनै शनै करेणाशु पस्पर्शाश्रु जगाद च भो रामाश्व सिहि क्षिप्रं किमर्थमवसीदसि भवान् दैत्यकुलच्छेत्ता महाविष्णुः सनातनः भूतं भव्यं भवच्चैव जगस्थास्नु चरिष्णु च त्वदृदे नास्ति संचारी किमर्थमिह मूर्च्छितः श्रुत्वा वाक्यं महाराजकुम्भजन्मसमीरितम् उत्तस्थौ विकलन्नेत्र बाष्पूरितः सन्मुखः उवाच दीनदीनं च विस्पष्टाक्षरविस्तरं त्रपाभर नमन्मूर्तिर् ब्रह्मद्रोहपराङ्मुखः श्रीराम उवाच अहो मे पश्यदा ज्ञानं विमूढस्य दुरात्मनः यद्ब्राह्मणकुले रूढं हतवान् कामलोलुभः महिलार्थे त्वहं विप्रं वेदशास्त्रविवेकवान् हतवान्वडवकुलम् बुद्धिहीनोदिदुर्मदिः इक्ष्वाकूणां कुले जादुब्राह्मणो न दुरुक्तिभाक ईदृशं कुर्वदा कर्म मयैतत् सुकलङ्कितम् ये ब्राह्मणास्तु पूजार्हा दानसम्मानभोजनैः ते मया निहदा विप्राः शरसङ्खादसंहितैः यल्लोकान्नु गमिष्यामि कुम्भी पाकोऽपि दुःसहः न तादृशं तीर्थमस्ति यन्मां पावयितुं क्षमम् न यज्ञो न तपोदानं न वाचैव व्रतादिकं यत्तु वै ब्राह्मणद्रोग्धुर्मम पावनतारकम् ह्यैकोऽपिदं ब्रह्मकुलं नरैर्निरयगामिभिः ते नरा बहुशो दुःखं भोक्ष्यन्ति निरयं गताः वेदामूलं तु धर्माणां वर्णाश्रमविवेकिनां तन्मूलं ब्राह्मणकुलं सर्ववेदैकशाखिनः मूलचेत्तु ममौद्धत्यात् को लोकोऽनुभविष्यति किमद्य करणीयं वै येन मे हि शिवं भवेद् शेष उवाच विलपन्तं भृशं रामं राजेन्द्रं रघुपुङ्गवं मायामनुष्यवपुषं कुम्भजन्माब्रवीद्वजः अगस्त्य उवाच मा विषादं महाधीर कुरु राजन्महामदे न दे ब्राह्मणहत्या स्याद्दुष्टानां नाशमिच्छदः त्वं पुराणः पुमान् साक्षादीश्वरप्रकृतेः परः कर्ता कर्ता विदा साक्षी निर्गुणस्वेच्छया गुणी सुरापो ब्रह्महत्याकृत् स्वर्णस्तेयी महाखकृद सर्वे त्वन्नामवादेन पूदा शीघ्रं भवन्ति इयं देवी जनकजा महाविद्या महामदे यस्या स्मरणमात्रेण मुक्ता यास्यन्ति सद्गतिम् रावणो विन वै दैत्यो वैकुण्ठे तव सेवकः ऋषीणां शापदो वाप्तो दैत्यत्वं धनुजान्तक तस्यानुग्रहकर्ता त्वं न दुहन्ता द्विजन्मनः एवं संचिन्त्य मा भूयो निजं शोचितुमर्हसि इति श्रुत्वा तदो वाक्यं रामः परपुरञ्जयः उवाचमधुरं वाक्यं गद्गदस्वरभाषितम् श्रीराम उवाच पातकं द्विविधं प्रोक्तं ज्ञादाज्ञातविभेदः ज्ञातं यद्बुद्धिपूर्वं हि अज्ञातं तद्विवर्जितम् बुद्धिपूर्वं कृतं कर्म भोगेनैव विनश्यति नश्येदनुशयादन्यदिदं शास्त्रविनिश्चितं कुर्वतो बुद्धिपूर्वं मे ब्रह्महत्यां सुनिन्दितां न मे दुःखापनोदाय साधु वादसुसम्मदः प्रब्रूहि तादृशं मह्यं यादृशं पापदाहकं व्रतं दानं मकं किञ्चित् तीर्थमाराधनं महद येन मे विमला कीर्तिर्लोकान्वै पावयिष्यति पापाचाराप्तकालुष्यान् ब्रह्महत्याकदप्रभान् शेष उवाच इत्युक्तवन्तं तं रामं जगादस तपोनिधिः सुरासुरनमन्मौलिमणिनीराजिताङ्घ्रिकं शृणु राम महावीर लोकानुग्रहकारक विप्रहत्यापनोदाय तव यद्वचनं ब्रुवे सर्वं सपापं तरदि योऽश्वमेधं यजेद वै तस्मात्त्वं यज विश्वात्मन्वाजिमेधेन शोभिना सप्ततन्दुर्मही भर्त्रा त्वया साध्यो मनीषिणा महासमृद्धियुक्तेन महाबलसुशालिना स वाजिमेधो विप्राणां हत्याया पापनोदनः कृतवान्यं महाराजो दिलीपस्तव पूर्वजः शतक्रदुःशतं कृत्वा क्रदूनां पुरुषर्षभः पदमापामरावत्यां दैवदैत्यसुसेवितं मनुश्च सगरो राजा मरुतो नकुशात्मजः एते ते पूर्वजाः सर्वे यज्ञं कृत्वा पदं गदाः तस्मात् त्वं कुरु राजेन्द्र समर्थोऽसि समं तदः भ्रातरो लोकपालाभा वर्तन्ते तव भावुकाः इत्युक्तमाकर्ण्यमुनेः स भाग्यवान् रघुत्तमो ब्राह्मणखादभेदः पप्रच्छयागे सुमतिं चिकीर्षन्विधिं पुराविर्परिगीयमानः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रथनाथस्यागस्त्योपदेशो नामाष्टमोऽध्यायः ॐ